अस्तु, गतवर्गे कालिकपरत्वापरत्व निरूपणं सञ्जातं, तत्र च मुख्यविषयः आसीत् ज्येष्ठे कालकृतं परत्वं, कनिष्ठे कालकृतम् अपरत्वम् इति. तर्हि यः कोऽपि ज्येष्ठः भवति तस्मिन् कालकृतं परत्वं, यः कोऽपि कनिष्ठः तस्मिन् कालकृतम् अपरत्वं. तत्र च प्रसिद्धम् एकम् उदाहरणं दृष्टं, रामलक्ष्मणयोः. तर्हि रामे अस्ति ज्येष्ठत्वम् अथवा कालकृतं परत्वं, लक्ष्मणे तु कालकृतम् अपरत्वम् अथवा कनिष्ठत्वम् इति अस्ति इति दृष्टं. तत्र कः ज्येष्ठः अथवा कः कनिष्ठः इति कालसम्बद्धविषयः इत्यनेन कालस्य मापनं कर्तुम् उपाधयः आवश्यकाः इति परिशीलितम्. अपि च कालस्य उपाधिरूपेण सूर्ये विद्यमाना याः क्रियाः भवन्ति ताः स्वीकृताः. अपि च परम्परासम्बन्धेन ताः क्रियाः रामशरीरे अपि वर्तन्ते, लक्ष्मणशरीरे अपि वर्तन्ते इति दृष्टवन्तः. सूर्ये याः क्रियाः भवन्ति ते स्वाश्रयतपनसंयुक्तकालसंयुक्तत्वं तत्त्वम् इत्यनेन रामशरीरे अपि लक्ष्मणशरीरे अपि विद्यन्ते. तर्हि अनेन आधारेण दृष्टवन्तः यत् रामशरीरे काश्चन क्रियाः अधिकाः, तर्हि रामशरीरम् अस्ति अधिकक्रियासम्बद्धं, लक्ष्मणशरीरे रामशरीरापेक्षया न्यूनाः क्रियाः इति कृत्वा न्यूनक्रियासम्बद्धं लक्ष्मणशरीरं, तेन आधारेण लक्ष्मणः कनिष्ठः इति आगतः आसीत्. अतः लक्ष्मणे अपरत्वम् इति अपि आगतः आसीत्. तत्र एकः प्रश्नः उदेति, सूर्यस्य क्रियाः एव किमर्थं स्वीकरणीयाः इति. यतोहि रामस्य शरीरे अपि च लक्ष्मणस्य शरीरे च श्वसनम्, उच्छ्वासः, निःश्वासः इत्यादयः इत्यादयः क्रियाः भवन्ति एव. तर्हि ताः क्रियाः किमर्थं न स्वीक्रियन्ते इति प्रश्नः. सूर्यस्य क्रियां शरीरे आनीय तावत्पर्यन्तं जाटिल्यं किमर्थं? शरीरयोः मध्ये याः क्रियाः वर्तन्ते तेन आधारेण एव एकस्मिन् शरीरे अधिकाः क्रियाः, अपरस्मिन् शरीरे न्यूनाः क्रियाः इति वक्तुं शक्नुमः खलु इति प्रश्नः. तत्र कस्यचित् विचारः अस्ति वा? जयन्ती भगिनी तु जानाति, अन्ये केपि? भगिनी, अहं चिन्तयामि यथा श्वास चिन्तयामः, तत्र तु सब्जेक्ट् डिपेण्डेण्ट् अस्ति, इण्डिपेण्डेण्ट् स्वतन्त्रतया न कर्तुं शक्नुमः किमपि. यथा सूर्यक्रिया तु नितरां तथैव भवति, तत्र कोऽपि सब्जेक्ट् तत्र न अस्ति. तत्र तादृशी तत् कर्तुं शक्नुमः, सूर्यक्रिया कियत् आसीत् कस्मिन् अपि जने. इत्येव उत्तरम् अस्ति. सर्वे अवगच्छन्ति वा यत् महोदयेन उक्तम्? प्रायः रामप्रिया भगिनी अवगतम्? मापनसौकर्यम् इति मम चिन्तनं, श्वासः मापनं कथं कर्तुं शक्नुमः, सूर्यक्रिया तु मापनं सौकर्येण सुलभतया वयं कर्तुं शक्नुमः इति. इति अपि अस्ति एकं कारणम्. अपि च अपरं कारणमस्ति, या कापि क्रिया मापिकारूपेण, कालस्य मापनं क्रियते खलु, मापिकारूपेण स्वीक्रियते, सा क्रिया समाना भवतु, यथा महोदयेन उक्तं सब्जेक्ट् डिपेण्डेण्ट् न भवतु. रामस्य शरीरे श्वासः प्रायः दीर्घः स्यात् लक्ष्मणस्य शरीरापेक्षया, लक्ष्मणस्य श्वासाः लघवः स्युः इति कृत्वा. किन्तु सूर्यस्य क्रियायां तादृशः दोषः न आगच्छति इति कृत्वा प्रयासेन सूर्यस्य क्रियां शरीरयोः आनीतवन्तः. इति एकं चिन्तनम् आसीत्। अस्तु, नूतनतया केन केन आगतम्? एकनिमिष, लक्ष्मी भगिनी, अनन्तरं भगिनी अजितः। नमस्कारः। हा नमस्कारः अजितः महोदय। अनन्तरं अस्तु, हा तर्हि सः अग्रे सरेम। ततः अग्रे गत्वा हा हा उच्यतां किं प्रश्नः? किं प्रश्नः आसीत्? प्रश्नः आसीत् सूर्यस्य क्रियां शरीरपर्यन्तम् आनीय रामशरीरे अपि लक्ष्मणशरीरे अपि क्रियां स्थापितवन्तः खलु परम्परागतसम्बन्धेन। तर्हि तावान् प्रयासः किमर्थं? किमर्थं न रामशरीरगतक्रियाम् अथवा लक्ष्मणशरीरगतक्रियां स्वीकृत्य एव किमर्थं मापनं न कर्तुं शक्यते इति, तोलनं न कर्तुं शक्यते इति प्रश्नः। रामः अपि श्वसिति, लक्ष्मणः अपि श्वसिति खलु, श्वासः, हा ब्रीदिङ्ग् भवति उभयोः, सा अपि एका क्रिया। किमर्थं तेन तया क्रियया मापनं मा भवति? रामस्य श्वासान् बहु सन्ति, लक्ष्मणस्य श्वासान् इति एव प्रश्नः, किमर्थं तथा न स्युः इति। परन्तु राजेन्द्रमहोदयेन यदुक्तम् इदानीं, तस्मिन् तु समानता नास्ति, यूनिफार्मिटि नास्ति खलु। रामस्य दीर्घः श्वासाः स्युः, तर्हि अधिकं समयं स्वीकृत्य एकस्य श्वासस्य समयः दीर्घः दीर्घः स्यात् लक्ष्मणस्य श्वासस्य अपेक्षया इति एकम्। अपि च प्रायः यथा रामप्रिया भगिन्या उक्तं तथापि भवितुमर्हति। कथं क्रिया श्वसनस्य मापनं कथं क्रियते इति द्रष्टव्यं भवति। परन्तु सूर्यस्य क्रियां स्वीकृत्य अधिकक्रियावत्त्वम् अथवा न्यूनक्रियावत्त्वम् इति चिन्तयामश्चेत् तत्र सौकर्यं भवति इति। पुनः श्वासस्य मापनमपि कालेन भवति इत्युक्ते दीर्घत्वम् इत्युक्ते किं, कतिपय निमिषाः वा कतिपय तत्तु पुनः कालेन एव सम्बन्धः। पुनः एके दिने कति इति अपि एकः प्रश्नः, कति इति एकः प्रश्नः, किन्तु एकस्य श्वासस्य कृते कियान् समयः इति अपि समयस्य उपरि एव अवलम्बते इति कृत्वा पुनः सः समयः कः कथं मापनीयः इति उदेति प्रश्नः। अतः एव समाना क्रिया एका भवतु, सूर्यस्य क्रिया इति या क्रिया अस्ति उभयोः मध्ये भवति खलु इति कृत्वा तद् सा क्रिया स्वीकृता इति अस्ति। हा अस्तु, तर्हि इतः अग्रे गत्वा लक्षणवाक्यम् अपि दृष्टवन्तः। लक्षणवाक्यस्य परिशीलनार्थं दिक्कृत परत्वापरत्वं स्वीकृतमासीत्। तर्हि यज्ञदत्तः इति कश्चन अस्ति, यज्ञदत्तस्य दृष्ट्या चैत्रः परः मैत्रः अपरः इति दृष्टवन्तः। चैत्रः इति दूरस्थः, दूरम् अस्ति चैत्रः, तर्हि चैत्रः परः, मैत्रः समीपस्थः। यज्ञदत्तस्य दृष्ट्या तर्हि मैत्रः अपरः इति वयं दृष्टवन्तः। तर्हि तेन आधारेण ज्ञानं जायते, यज्ञदत्तस्य आत्मनि प्रथमं ज्ञानं जायते, प्रत्यक्षज्ञानं। तदा यज्ञदत्तः इति वक्ता सन् अपरेषु ज्ञानं जनयति शब्दप्रयोगस्य द्वारा इति कृत्वा, परत्वं च अपरत्वं शब्दप्रयोगस्य कारणं भवति, पुनः शब्दप्रयोगेण अपरस्य ज्ञानं जायते इति। एतत् सर्वं अवलोक्य परत्वापरत्वस्य लक्षणवाक्यं कल्पितम् आसीत्। तस्य विषये प्रायः जयन्ती भगिनी वदति वा, यथा भवत्या उपस्थापितम् आसीत् चित्रस्य अपि च लक्षणवाक्यस्य निरूपणं कृते। आं भगिनि, यथा भवत्या उक्तं गुणस्य विद्यमानेन एव शब्दप्रयोगः जायते यज्ञदत्तस्य आत्मनि। गुणौ इत्युक्ते अत्र परत्वापरत्वेन एव परत्वाभ्याम् एव शब्दप्रयोगः जायते। कीदृश अतः शब्दप्रयोगे कारणता, क्षम्यतां भगिनि, गुणौ कारणता अस्ति, अतः कारणात् आरभ्य अग्रे कर्तुं शक्नुमः। कारणेन कार्यं भवति, कार्यम् अत्र शब्दप्रयोगः, अतः शब्दप्रयोगे कार्यता अस्ति। शब्दप्रयोगेन श्रोतुः आत्मनि ज्ञानं जायते, अतः शब्दप्रयोगे कारणता अपि अस्ति ज्ञानं प्रति। कीदृशं ज्ञानम् इत्युक्ते विशेषस्य ज्ञानम्, अनन्तरं प्रकारस्य ज्ञानम् इति। अत्र चैत्रः परः इति शब्दप्रयोगश्चेत् चैत्रे विशेष्यता, परः वा परत्वे प्रकारता इति वक्तुं शक्नुमः। अतः चैत्रम् एव स्वीकृत्य लक्षणवाक्यं रचयितुं शक्नुमः। चैत्रत्वनिष्ठ चैत्रनिष्ठ चैत्रत्व अवच्छिन्ना विशेषता निरूपित, पुनः परत्वनिष्ठ परत्वत्व अवच्छिन्न प्रकारता निरूपित, शब्दप्रयोगनिष्ठ कारणता निरूपित, चित्रं मम पुरतः नास्ति, एकनिमिषम्। तर्हि मध्ये एकं सोपानं त्यक्तं भवत्या, इत्युक्ते भवती बहु समीचीनतया उक्तवती चैत्रनिष्ठ चैत्रत्वावच्छिन्नविशेष्यता, परत्वनिष्ठ परत्वत्वावच्छिन्न प्रकारता, निरूपकं ज्ञान, क्षम्यतां, निरूपकं ज्ञाननिष्ठ कार्यता निरूपित कारणता आश्रय, हा ज्ञानम् अस्ति तत्र, हा कारणता आश्रय शब्दप्रयोगनिष्ठ कार्यता निरूपित कारणताश्रयत्वं परत्वस्य लक्षणम् इति। अत्र मैत्रस्य प्रसङ्गम् अपि मिलित्वा वदामश्चेत् मिलित्वा वदामि वा भगिनि? हा यथेच्छा भगिनि। हा तर्हि परत्वापरत्वम् इति गुणौ स्तः, अतः चैत्रत्वमैत्रत्व अवच्छिन्नविशेष्यता निरूपित, परत्वत्व अपरत्वत्व अवच्छिन्न प्रकारता निरूपकं ज्ञाननिष्ठ कार्यता निरूपित कारणता आश्रय शब्दप्रयोगनिष्ठ कार्यता निरूपित कारणताश्रयत्वं परत्वापरत्वस्य लक्षणम् इति। समीचीनमस्ति। अन्ततो गत्वा परत्वे च अपरत्वे कीदृशी कारणता अस्ति, कीदृश्याः कारणतायाः आश्रयः अस्ति परत्वं च अपरत्वम् इत्यस्य आधारेण लक्षणवाक्यं रचितम् आसीत् इति वार्ता अस्ति। अस्तु, अपि च अत्र यद् दर्शितमस्ति तत्तु दिक्कृतपरत्वापरत्वस्य विषयः अस्ति। गृहे अपि अभ्यासरूपेण कालकृतपरत्वापरत्वस्य वाक्यं रचयितुं शक्यते। तर्हि यथतां यथा अत्र चैत्रः अस्ति, चैत्रस्य स्थाने रामः इति स्थापयितुं शक्यते। रामः परः इति भवति चेत् तत्र चैत्रस्य स्थाने रामः तस्मिन् विशेष्यता, परः तु तथैव तिष्ठति इति सर्वं कृत्वा तत्र कालकृतपरत्वमपि सिद्ध्यति, रामः लक्ष्मणः इत्यनयोः उदाहरणे इति सुलभमेव अस्ति, गृहे प्रयत्नं कर्तुं शक्नुवन्ति. अस्तु, तर्हि अधुना गुरुत्वलक्षणविषये पाठः प्रवर्तते, अग्रे सरेम इतः इति चिन्तयामि. रामप्रिया भगिनी पठति वा? आं भगिनि. गुरुत्वलक्षणे पठनपदार्थः क्रमप्राप्तं गुरुत्वं निरूपयति. आद्यपतन असमवायीकारणं गुरुत्वं पृथ्वीजलवृत्ति इति. अत्र क्रमप्राप्तम् इत्युक्ते गुणप्रसङ्गे अनन्तरमस्ति गुरुत्वम् इति विषये, तद्विषये वयं निरूपयामः इदानीम्. आद्यपतन असमवायीकारणं गुरुत्वं, पतन इत्युक्ते पतनक्रिया इति चिन्तयामि. आद्य इत्युक्ते प्रथमम् इति वा, प्रथम पतनक्रिया असमवायीकारणं गुरुत्वं. तत्र पृथ्वीजलवृत्ति इत्युक्ते पृथ्वीजले आश्रयत्वं वर्तते गुरुत्वस्य इति. बहु समीचीनमस्ति भगिनि. इति गुरुत्वस्य लक्षणम्, आद्यपतन आद्यपतनक्रियायाः असमवायीकारणम् अस्ति गुरुत्वम्. अग्रे गत्वा इतोपि किञ्चित् परिशीलनं भवति, कानि कानि कारणानि भवन्ति इत्यादिकं, किन्तु गुरुत्वम् इति असमवायीकारणम् अस्ति, अपि च गुरुत्वं पृथिव्यां च जले. वृत्तिः इत्युक्ते किं भगिनि न्यायशास्त्रे? वृत्तिः इत्युक्ते आश्रयत्वं. इदानीं चिन्तनीयं, इदानीं कस्य विषये विचारः क्रियमाणः अस्ति? गुरुत्वविषये. गुरुत्वविषये. अतः पृथ्वी जलवृत्ति इति कस्य विषये अस्ति? पृथ्वी जलम् इत्युक्ते द्रव्यम् इति सत्यं, किन्तु तद् पदं पृथ्वी जलवृत्ति इति पदं कस्य विषये सूचयति, कस्य विशेषणं स्यात् तत्? अत्र तु सत्यं. तर्हि गुरुत्वस्य लक्षणवाक्यम् इत्युक्ते सर्वे विचाराः गुरुत्वस्य विषये खलु. पृथ्वीजलवृत्ति इति अस्ति नपुंसकलिङ्गपदं. वृत्तिः इत्युक्ते पुल्लिङ्गपदम्. अत्र नपुंसकलिङ्गम् अस्ति गुरुत्वम् इति कृत्वा पृथ्वीजलवृत्ति इति नपुंसकलिङ्गपदं विशेषणत्वेन वा अथवा तस्य विचारः क्रियते इति कृत्वा. तर्हि इदानीं वदतु, वृत्ति इत्युक्ते किम्? गुरुत्वं कुत्र वर्तते? पृथिव्यां जले, जले आश्रयः भवति. आश्रयः कः भवति? पृथ्वी जलः आश्रयः भवति गुरुत्वस्य. पृथ्वी जलं च आश्रयौ इत्युक्ते गुरुत्वं तत्र किं भवति तर्हि? यज्ञदत्तः आसने उपविष्टः इति चेत् पृथ्वीजलवृत्ति, यद्यपि पृथ्वी च जलम् आश्रयौ तथापि वृत्ति इत्युक्ते आदेयः, गुरुत्वं तु आधेयः खलु, पृथिव्यां च जले वर्तते इति कृत्वा तस्य विषये उच्यमानः अस्ति अत्र. तर्हि वृत्ति इत्युक्ते आदेयः इति स्पष्टता स्यात्. अस्तु, समीचीनं. तर्हि अग्रिमपरिच्छेदं ततः अग्रे. पतनं च क्रियाविशेषः येन यद्देशे द्रव्यं वर्तते तद् अपेक्षया यः अधोदेशः तेन सह द्रव्यस्य संयोगः भवति. अत एव अधोदेशसंयोगजनकः व्यापारः पतनम् इति तस्य स्वरूपम् उच्यते. अस्य असमवायीकारणं गुरुत्वं. तत्र एतत् उदाहरणम्, कन्दुकः कश्चित् स्वीकृतः उक्षिपश्च उत्क्षिप्तश्च उपरि गमने आदौ तस्य वेगः अधिकः भवति, शनैः शनैः उपरतवेगः क्वचित् अन्तराले निश्चलो भवति, ततः तस्य अधोदेशसंयोगजनिकाक्रिया पतनम् आरभ्यते। तत्र पतनम् इति क्रियाविशेषः, क्षम्यतां, पतनं च क्रियाविशेषः येन यद्देशे द्रव्यं वर्तते तद् अपेक्षया यः अधोदेशः तेन सह द्रव्यस्य संयोगः भवति। यद्देशे द्रव्यं वर्तते तद् अपेक्षया यः अधोदेशः तेन सह द्रव्यस्य संयोगः भवति। एकस्मिन् देशे द्रव्यं वर्तते, अनन्तरं तद् अपेक्षया यः अधोदेशः अस्ति तस्य सह द्रव्यस्य संयोगः भवति इति भवति। तर्हि तादृशसंयोगः अधोदेशसंयोगः केन भवति? गुरुत्वस्य गुरुत्वेन भवति वा? न इदानीं पतनक्रिया वा? पतनं यदा पतनं भवति तद् एकदेशस्य अन्यदेश भवति तद् द्रव्यस्य संयोगः भवति, द्वयोः देशयोः संयोगः भवति इति यथा पतनं भवति। अत एव अतो अधोदेशसंयोगजनकः व्यापारः पतनम् इति तस्य स्वरूपम् उच्यते। अधोदेशसंयोगजनकः इति नामः वा नामकरणं वा तस्य अधोदेशेन सह अधः यः देशः अस्ति तेन सह संयोगं जनयति कः? कः जनयति अथवा का जनयति संयोगजनकः? व्यापारः पतनम् इति तस्य पतनम् एव तद् संयोगः जनयति किल? सत्यं तस्य स्वरूपं तदेव अधोदेशसंयोगजनकः इति पतनस्य स्वरूपम्। अस्य असमवायिकारणं गुरुत्वम्। एतद् अधोदेशसंयोगजनकस्य असमवायिकारणम् अस्ति गुरुत्वम्। तर्हि एतावता गुरुत्वस्य विषयः नागतः, पतनस्य विषयः एव आसीत्। पतनम् इत्युक्ते तदेव अधोदेशसंयोगजनकव्यापारः। तादृशपतनक्रियायाः असमवायिकारणं गुरुत्वम्। अस्तु अग्रे। तत्र एकम् उदाहरणमस्ति, कन्दुकः कश्चित् स्वीकृतः उच्छिपतश्च, उक्षेपणक्रिया भवति कन्दुकस्य। उपरि गमने आदौ तस्य वेगः अधिकः भवति। प्रथमं तस्य कन्दुकस्य वेगः अधिकः भवति, शनैः शनैः यदा उपरि गमने तस्य वेगः अधिकः, शनैः शनैः उपरतः वेगः क्वचित् अन्तराले निश्चलो भवति। तस्य मध्ये तस्य वेगः किञ्चित् न्यूनः भवति यः कोऽपि क्षिपति तदा क्षिपणक्रियया उपरि तु गच्छति एव, तदा वेगः अधिकः भवति। किन्तु शनैः शनैः उपरतः वेगः इत्युक्ते उपरतः वेगः तत्र वस्तुतः उपरत इत्युक्ते निवृत्तः, न्यूनीकृतः इति रं धातुः अस्ति, तस्मात् क्तप्रत्ययः इति, यथा गम् धातुतः क्तप्रत्ययः गतः इति भवति खलु, तद्वदेव उपरत इत्युक्ते निवृत्तः। तद्वेगं न्यूनीकृतः, ततः तस्य अधोदेश संयोगजनिका क्रिया पतनम् आरभ्यते. ओहो, यदा उपरि गच्छति अनन्तरं न्यूनीकृतं भवति, अनन्तरं तस्य अधोदेशसंयोगजनिका पतनक्रिया आरब्धं भवति. न केवलं न्यूनी भवति, अत्र उक्तम् अन्तराले इत्युक्ते कथञ्चित् अभ्यन्तरे निश्चलः अपि भवति, क्षणमेकं यथावत् निश्चलमपि भवति, निश्चलः भूत्वा तदा पुनः पतनम् आरभ्यते. अस्तु, किं भगिनि? पतनम् आरभ्यते इत्युक्ते तदानीमेव गुरुत्वम् अपि तस्य आरब्धं किल, गुरुत्वं तस्मिन् अस्ति इति कारणतः. गुरुत्वं तु सदा अस्ति, वेगेन चलति तथैव गुरुत्वं कन्दुकं तु न पतनं पतति. समीचीनं, चिन्तनं समीचीनं. तस्य विषये अग्रे चर्चा भवति. गुरुत्वं सर्वदा अस्ति इति कृत्वा किमर्थं सर्वदा न पतति इति खलु, तस्य विषये अग्रे भवति चिन्तनम् अस्मिन्नेव पुटे पश्येम. अस्तु, अतः अत्र तु आद्यपतनक्रियायाः विषये, कथं जायते इति. कन्दुकः उत्क्षिप्तः, ततः उपरि गच्छति, शनैः शनैः वेगः न्यूनीकृतः भवति, पुनः एकक्षणमेकं वा किमपि निश्चलं भूत्वा अधोपतनम् आरभ्यते इति कृत्वा तादृशक्रिया एव आद्यपतनक्रिया इति अस्ति. अस्तु, हा, अधुना आद्यपतनक्रिया इत्युक्ते यस्मिन् यस्मात् क्षणात् पतनक्रिया आरभ्यते तस्मात्. सत्यं सत्यं, यस्मिन् क्षणे कन्दुकः उपरि गच्छति, निश्चलः भवति एकक्षणं, अनन्तरक्षणे पतनक्रिया आरभ्यते, तस्मात् आद्यपतनक्रिया, ततः आरभ्य आद्यपतनक्रिया इति उच्यते. ततः आरभ्य इत्युक्ते तस्मिन् क्षणे या क्रिया अस्ति अधोगमनसमये, तस्मिन् क्षणे प्रथमतया सा क्रिया आद्यपतनक्रिया इति अस्ति. अधुना सा क्रिया केन जायते इति द्रष्टव्यं भवति. अस्तु, सरला भगिनी. भगिनी, निश्चल इत्युक्ते क्रिया स्थगिता भवति? आम् आम्. अस्तु, अग्रे भगिनी. सरला भगिनी. अस्तु, केन जाता इयं क्रियाः? गुरुत्वेन. गुरुत्वं भार इति लोके प्रसिद्धं, तेन गुरुत्वेन तादृशपतनरूपा क्रिया उत्पद्यते. गुरुत्वं पतनक्रियां प्रति असमवायी कारणं भवति. गुरुत्वं हि समवायेन फले स्थित्वा समवायेन पतनक्रियां जनयति. गुरुत्वं गुणः, पतनं च क्रिया इति गुणक्रिययोः द्रव्ये समवायेन स्थितः प्रसिद्ध एव. केन जाता इयं क्रिया? अतः प्रश्नम् उदेति, क्रिया पतनक्रिया कथम् उत्पद्यते? गुरुत्वेन उत्तरमस्ति, कारणमस्ति गुरुत्वं. गुरुत्वं भार इति लोके प्रसिद्धं, लोके व्यवहारे गुरुत्वं तस्य अन्य नाम अस्ति भार. तेन गुरुत्वेन तादृशा पतन रूपा क्रिया उत्पद्यते. गुरुत्वेन यः गुणद्रव्ये अस्ति तत् कारणेन पतनरूपा क्रिया जायते. गुरुत्वं पतनक्रिया प्रति असमवायी कारणं भवति. गुरुत्वं क्रियायाः प्रति असमवायी कारणम् अस्ति. कथम् अस्ति अत्र दत्तमस्ति, गुरुत्वं हि समवायेन फले स्थित्वा समवायेन पतनक्रिया जनयति. अत्र उदाहरणमस्ति, यथा फलवृक्ष संयुक्त भवति तदा कथं पतनक्रिया भवति, फल अधो पतति, गुरुत्वे गुरुत्वं फले गुरुत्वं गुण अस्ति, फले द्रव्ये समवायेन कारणं अस्ति, समवायेन तिष्ठति, समवायेन तिष्ठति, तत् समवाये समवायेन पतनक्रियां जनयति. सो फले फले अधुना अधुना किञ्चित् किञ्चित् विषयान्तरं जातं. प्रथमं तु कन्दुकस्य विषयः, अधुना अस्तु फलस्य विषयः. फलमिति फलमिति फलसमवायेन क्रियां जनयति, तस्य क्रिया नाम अस्ति पतनक्रिया. सत्यं, हा बहु समीचीनम्. सो गुरुत्वेन कारण गुरुत्व समवायेन सम्बन्धेन फले अस्ति, कारणतः गुरुत्वम् अस्ति फले, फले अधिकरणे समवायेन क्रिया जनयति क्रिया. हा समीचीनं भगिनि. तर्हि अस्मिन् सन्दर्भे एकवारं स्पष्टीकरोतु, अस्मिन् सन्दर्भे कारणं किम् अपि च कार्यं किम् अस्मिन् सन्दर्भे? कारणमस्ति गुरुत्वम्, अधिकरणमस्ति फलं, क्रिया अस्ति पतनक्रिया, तत् समवायेन द्वे कारणतः कार्यतः समवायेन सम्बन्ध फले. हा हा अस्तु अस्तु. तर्हि गुरुत्वं कारणम् इति अस्ति, हा कार्यं किं? कार्यं पतनक्रिया. हा समीचीनं. कारणं केन हा तर् अस्तु, गुरुत्वम् इति कारणं, पतनक्रिया इति कार्यं, कार्याधिकरणं किमस्ति अत्र? फलं. हा सम्यक्. तर्हि कारणं गुरुत्वं केन सम्बन्धेन फले अस्ति? समवायेन सम्बन्धेन. समवायेन सम्बन्धेन. अपि च कार्यं, कार्यम् इत्युक्ते पतनक्रिया, सा क्रिया कार्याधिकरणे केन सम्बन्धेन? समवायेन सम्बन्धेन. समवायसम्बन्धेन. अतः गुरुत्वं कीदृशकारणमस्ति पतनक्रियायाः? असमवायिक, असमवायिकारणं भवति. बहु सम्यक्. समवेतं समवेतं समवायेन क्रिया जनयति. हा हा बहु समवेतं स अस्तु. कार्याधिकरणे समवेतं सत् समवायेन कार्यं जनयति इति असमवायिकारणस्य लक्षणमासीत्. हा लक्षणं समयकारणस्य गुरुत्वं गुणः पतनं च क्रिया इति गुणक्रिययोः द्रव्ये समवायेन स्थितः प्रसिद्ध एव. पुनः गुरुत्वं गुण अस्ति, पतनं च क्रिया इति गुणक्रिययोः द्रव्ये समवायेन स्थितः. गुरुत्वं गुण द्रवे स्थित, क्रिया अपि द्रवेण समवायेन भवति. असमवायिकारणं भवति क्रिया प्रति. हा सम्यक् अस्ति, समीचीनम् अस्तु. उभयोः समवायेन स्थितिः नाम कारणस्यापि कार्यस्यापि समवायेन कार्याधिकरणे नाम फले स्थितिः इति कृत्वा गुरुत्वम् असमवायिकारणमस्ति पतनक्रियां प्रति इति. समीचीनमस्ति. अस्तु, कोऽपि प्रश्नः वा लक्ष्मी भगिनि? आं भगिनि, गुरुत्वं गुरुत्वं फले अपि अस्ति अस्मिन् अस्मिन् सन्दर्भे. अस्तु, गुरुत्वं फले अस्ति, गुरुत्वं कारणं, कार्यमिति पतनक्रिया. तत्र पतनक्रिया पतनक्रिया पृथ्वीं प्रति चलति, पृथ्व्याम् अपि गुरुत्वम् अस्ति. तत् गुरुत्वं पृथ्व्याम् अपि गुरुत्वम् अस्ति समवायेन. अतः पृथ्व्यां यद् गुरुत्वम् अस्ति अपि च गुरुत्वं यत् फले अस्ति तयोः गुरुत्वं पृथ्व्याम् अस्ति इति पृथ्व्यां यत् अस्ति तत् फलस्य अपेक्षया अधिकम् इति कृत्वा पतनक्रिया आरभ्यते. अतः कार्यं कारणं पृथ्व्यां यत् गुरुत्वमस्ति तदेव. तदपि समीचीनं भगिनि, चिन्तनं सम्यगेव. शनिवासरस्य वर्गे अपि तथा आगतमासीत्, भूमौ अपि गुरुत्वं स्यात्, नो चेत् कथं वा एतादृशः अधोदेशसंयोगः जायते इति खलु भवत्याः मनसि? इति सत्यमेव, अन्तरिक्षे नाम स्पेस् मध्ये तथा नास्ति खलु. किमुक्तम् अत्र? पृथिव्याम् अपि च जले एव भवति गुरुत्वं. तर्हि भूमि इति पृथिवी पार्थिवपदार्थः भूमि, तस्मिन्नपि गुरुत्वम् अस्ति, गुरुत्वम् अपेक्षितमेव अधोदेशसंयोगजनकपतनक्रियायाः अधोदेशसंयोगजननार्थं गुरुत्वम् अपेक्षितमेव, तदा एव पतनक्रिया आरभ्यते इति तु सत्यं. परन्तु एतानि अन्यानि कारणानि यथा भवत्या उक्तं भूमौ विद्यमानगुरुत्वम् इत्यादिकं निमित्तकारणत्वेन स्वीक्रियन्ते. अत्र तु खलु, अत्र तु भूमौ यद् गुरुत्वमस्ति तत्तु भूमौ अस्ति, न तु फले, किल? तर्हि अत्र गुरुत्वस्य अस्तु, भूमौ यद् गुरुत्वम् अस्ति तदपि असमवायिकारणं स्यात् यदि भूमिः एव अधोपतति चेत् तदा. किन्तु भूमौ यत् अस्ति, भूमौ यदि गुरुत्वस्य मापनं क्रियते चेत् भूमौ यत् अस्ति तत् फलस्य अपेक्षया बहु अधिकः भवति, अतः एव भूमौ प्रति फलं पतति इति सत्यं. फलं पतति सत्यमेव, तत्तु सत्यमेव. हा, परन्तु तत् सर्वं निमित्तकारणं भवति. असमवायिकारणस्य स्पेसिफिक् नाम विशिष्टपरिभाषा एव अस्ति खलु, यथा हा यथा सरला भगिनी सूचितवती, कार्याधिकरणे समवेतं सत् समवायेन कार्यं जनयति इति. इदानीं तादृशलक्षणमस्ति वा गुरुत्वस्य, फले विद्यमानगुरुत्वस्य? इति अस्ति. हा, इति कृत्वा गुरुत्वं यद् कार्याधिकरणे अस्ति तद्गुरुत्वं पतनक्रियायाः असमवायिकारणम् इति उच्यते. कार्याधिकरणे समवायेन भाव्यं कारणेन, तदा एव असमवायिकारणं भवति. एतत्तु प्रथमविध असमवायिकारणं किल? इति अपि अस्ति, समीचीनम्. आम्, तत्र असमवायिकारणस्य द्वैविध्यमासीत्, सर्वे स्मरन्ति इति आशासे. एतत्तु प्रथमविध असमवायिकारणम् इत्युक्ते कार्येण सह समवेतं सत् इति. अत्र तु कार्यम् इति पतनक्रिया, पतनक्रिया फले अस्ति, तर्हि पतनक्रियया सह फले समवेतं सत् गुरुत्वं कार्यं पतनक्रियां जनयति इति प्रथमविध असमवायिकारणम्. द्वितीयविध असमवायिकारणं कोऽपि स्मरति वा? हा, जयन्ति भगिनि. कारणेन सह इति द्वितीयविधम् असमवायिकारणं कारणेन. हा, सम्यक् अस्ति. उदाहरणं घटरूपम् इति स्वीकुर्मः. तस्य कारणं परम्परया तु कपालः अस्ति, कपालगतरूपं. कपाले समवेतं कपालरूपम् असमवायिकारणं भवति कपालगत घटरूपं प्रति. हा, समीचीनम्. हा, इति द्वितीयविध. तर्हि कारणेन सह समवेतं सत् अत्र कारणेन सह इत्युक्ते समवायिकारणेन सह समवेतं सत्. घटरूपस्य समवायिकारणं तु घटः, तेन घटेन सह समवेतम् अस्ति कपालगतरूपं. घटम् अपि च कपालगतरूपम् उभावपि कुत्र स्तः? कपाले एव. हा, समीचीनम्. अतः एव कार्येण सह समवेतं सत् कपालरूपं कार्यं जनयति. अत्र तत्र कार्यं तु घटरूपम् इति बुद्धं वा? अस्तु अस्तु. अत्र तु कपालरूपं कारणं सत्यं, घटरूपम् इति कार्यम् इति द्वितीयविध असमवायिकारणमस्ति. अत्र तु गुरुत्वं प्रथमविध असमवायिकारणमस्ति, इत्युक्ते साक्षात् कार्याधिकरणे अस्ति गुरुत्वम् अपि च पतनक्रिया. तादृशपरम्परागतसम्बन्धः न आवश्यकः. उभयोः समवायेन अवस्थितिः एव कार्याधिकरणे इति प्रथमविधा समवायिकारणम् अस्तु. तर्हि स्पष्टं स्यात् इति मन्ये एतावत् पर्यन्तं. तर्हि हा, लक्ष्मीभगिन्या यदुक्तं भूमौ इत्यादिकं गुरुत्वम् अपेक्षितम् इत्यादिकं तु निमित्तकारणत्वेन एव स्वीक्रियते. अत्र फले विद्यमानगुरुत्वं तु असमवायिकारणमस्ति आद्यपतनक्रियायाः. अस्तु, इतः अग्रे सरेम. अपरः अपि एकः विषयः आसीत्. भगिनी, यथा भवती उक्तवती, भूमौ तु अस्ति खलु, गुरुत्वमस्ति इति सत्यं. परन्तु भूमौ गुरुत्वम् अस्ति इति कारणतः आकाशः तु न पतति किल? तत्र किं चिन्तनम्? आकाशः पार्थिवद्रव्यं नास्ति, अतः गुरुत्वं ये पृथ्वीजलवृत्तिः एव. समीचीनम् इति एव अस्ति. तर्हि आकाशः इति पृथक् द्रव्यं, पार्थिवद्रव्यमपि नास्ति, जलीयमपि नास्ति. तर्हि आकाशे गुरुत्वमेव नास्ति. तर्हि यद्यपि भूमौ गुरुत्वं स्यात्, तथापि आकाशे गुरुत्वस्य अभावात् तादृश आद्यपतनक्रिया न जायते इति कृत्वा गुरुत्वम् अपेक्षितमेव नितराम् असमवायीकारणरूपेण. अतः एव तत्र लक्षणवाक्ये प्रदर्शितं तादृश असमवायीकारणं स्यात् इति. अन्यत् किमपि? अत्र मेघ तु गुरुत्वस्य अभाव नास्ति न मेघे? हा, तत्र मेघः न मेघः इत्युक्ते किम् इति चिन्तनीयं प्रथमतया. मेघः इत्युक्ते तत्र जलमस्ति मेघे खलु. तर्हि जलमस्ति चेत् गुरुत्वमस्ति. लक्षणवाक्ये किं दत्तं? पृथ्वी जलवृत्ति इति उक्तं. मेघः इति प्रायः पार्थिवद्रव्यस्य अपि च जलीयद्रव्यस्य च मेलनमेव मेघः इति वक्तुं शक्यते. तर्हि तस्मिन् गुरुत्वम् अस्ति. हा, जलमस्ति इति नितरामस्ति. अस्तु, महोदयेन उक्तं भगिनी खलु, तत्र सामग्री इति अपेक्षते, तदा एव पतनं भवति इति. हा, सत्यं. तर्हि अग्रे पश्येम. हा, सामग्री इति सर्वम् अपेक्षते. यथा घटस्य निर्माणसमये दण्डः, चक्रम् इति सर्वम् अपेक्षितमासीत्. घटनिर्माणसामग्र्यः सर्वाः भवन्ति चेदेव घटनिर्माणं, तद्वदेव गुरुत्वम् अपि च भूमिः, तत्सर्वम् अपेक्षितम्. अस्तु, इति अग्रे पश्येम. जयन्ती भगिनि. पतनानात्वकथनं खलु ततः? आमां, पतननानात्वकथनं. तत्र अयम् अपरो विशेषः. कन्दुकस्य उत्क्षिप्तस्य अन्तराले क्वचित् निश्चलस्य पतनमारभ्यते इति प्राक् उक्तम्. तत्र आरभ्यते इति उक्तं, न तु पतनं भवति इति. तत् कुतः? यथा घटोत्पत्तिविचारे कपाले एकस्य एव घटस्योत्पत्तिः भवति, तथा प्रकृते कन्दुके एकमेव पतनं न उत्पद्यते. अग्रे अपि पठामि वा? हा, अग्रिमवाक्यद्वयं प्राय अग्रिमवाक्यं पठित्वा किञ्चित् विवृणोतु. अनेकानि हि क्रमिकाणि पतनानि कन्दुके उत्पद्यन्ते. अत्र पतनस्य विषये इतोपि विवरणम् अस्ति. तत्र अयम् अपरः विशेषः. कन्दुकस्य उत्क्षिप्तस्य अन्तराले क्वचित्, यदा कन्दुकम् उत्क्षिपामः आकाशे, तदा वेगेन उपरि गच्छति, तदनन्तरं तस्य वेगः न्यूनः भवति, तदनन्तरं एकस्मिन् क्षणे निश्चलः भवति, तदनन्तरमेव तस्य पतनम् आरभ्यते इति उक्तम्. किमर्थं पतनम् आरभ्यते इति अस्ति, न तु पतनं भवति इति? तत्र कारणम् अस्ति. अत्र किञ्चित् उदाहरणं दत्त्वा तस्य किमर्थं कन्दुकपतनस्य विषये भिन्नः भिन्नः अनुभवः अस्ति इति दीयते. यदा घटोत्पत्तिः जातः, घटस्य निर्माणसमये कपाले यः घटः जायते, कपालद्वयसंयोगेन एकः घटः एव जायते. तत्र एकः कपालद्वयम् अत्र कपाले एकस्य एव इति अस्ति. कपाले यः घटः जायते, घटस्य उत्पत्तिः एकस्य घटस्य उत्पत्तिः एव जायते. परन्तु अत्र कन्दुकस्य उत्क्षेपणेन पतनं तु एकमेव न, अनेकानि पतनानि सन्ति इति अस्ति विषयः. तस्य विवरणम् अग्रे दीयते. अत्र मुख्य अंशः अस्ति यत् यदा निश्चलः भवति कन्दुकं, तद् अनन्तरं पतनं आरभ्यते एव इति अस्ति. तत्र आद्यपतनम् इति अस्ति, तदनन्तरम् अनेकानि पतनानि सन्ति, क्रमशः भवन्ति इति अस्ति विषयः. समीचीनमस्ति भगिनी, तथैव अस्ति. तर्हि तत्र आद्यपतनम् इति वदनस्य कोऽपि विशेषः अस्ति, महत्त्वम् अस्ति. यतोहि आद्यपतनक्रियानन्तरं द्वितीयादिपतनक्रियाः सम्भवन्ते, तर्हि तद्विशेषतया परिशीलनीयं भवति इति कृत्वा, प्रथमं यदा उत्क्षेपणानन्तरं निश्चलं भूत्वा पुनः अधोगमनम् आरभ्यते, तस्मिन् क्षणे या क्रिया अस्ति द्रव्ये, सा आद्यपतनक्रिया, तस्याः च असमवायिकारणं गुरुत्वम् इति मनसि निधाय अग्रे सरेम. अधुना अग्रे राजेन्द्रमहोदय पुनः आगतवान् वा? अस्तु, नूतनतया केन केन आगतम्? सुनीलः. ओ अस्तु, सुनील महोदय, समीचीनम्. अस्तु तर्हि अग्रे पुष्पा भगिनी, ओ भवती तु न पठति इति उक्तवती. अजितमहोदय पठति वा तर्हि? हा पठतु. प्रयत्नं करोमि. तत्र टु इवन् टु रीड् ऐ हाव् अ प्राब्लम्. तत्र आद्यक्षणे पतनक्रिया एकं तु तया यस्मिन् आकाशदेशे कन्दुकः ततः विभागः, द्वे तद्देशाकाशकन्दुकसंयोगनाशः, त्रीणि देशान्तर अवच्छिन्नाकाशकन्दुकसंयोगान्तर उत्पत्तिः, चत्वारि पतननाशः, पञ्चमि पतनान्तर उत्पत्तिः. अग्रे अग्रे त्यजतु त्यजतु टङ्कण मुद्रणदोष प्रायः अग्रे अग्रे सिक्स् रैट् न न न न तत्र संख्या एव नास्ति, इत्यादिक्रमेण इत्यादिक्रमेण पतनपरम्परा कन्दुके भवति. परन्तु द्वितीयादि पतनं न गुरुत्वेन उत्पद्यते. तत्र वेगाख्यः संस्कारविशेषः कारणं भवति. वेगाख्यः अस्तु. अत्र विवरणं क्रिया पतनक्रिया विवरणं दीयते. तया एकं तु आकाशदेशे कस्मिन् प्रथमम् एकनिमिष प्रथमम् आद्यक्षणे प्रथमक्रिया. इदानीं जयन्ती भगिन्या उक्तम् आद्यक्षणे या पतनक्रिया अस्ति, सा पतनक्रिया द्वितीयादिक्षणे या क्रियाः भवन्ति ताभ्यः एषा पतनक्रिया भिन्ना अस्ति. आद्यपतनक्रियया किं जायते प्रथमतया? निश्चल न भगिनि, एकनिमिषात्, आद्यपतनक्रिया, आद्यक्षणे पतनक्रिया इति पठितवती खलु भवती, आद्यक्षणे पतनक्रिया अस्ति, तया पतनक्रियया किं जायते? प्रथमसोपानं पठतु. प्रथमसोपानं तया यस्मिन् आकाशदेशे कन्दुकः ततः विभागः. अवगतं वा? आम्. किम् अवगतं तत्र? आकाशदेशे, आकाशदेशे अस्ति तत्तु तत् आद्यक्षणः. हा न एकनिमिषः, तत्र आद्यक्षणे या पतनक्रिया जाता तया आकाशदेशे, यत्र आकाशदेशे कन्दुकः अस्ति तस्मात् आकाशदेशात् कन्दुकस्य विभागः जातः इति. आकाशदेशे एकत्र अस्ति कन्दुकः, निश्चलं भूत्वा एकत्र अस्ति, तस्मात् आकाशदेशात् कन्दुकस्य विभागः जातः आद्यपतनक्रियया इति प्रथमसोपानम्. विभागः इत्युक्ते सेपरेशन्. द्वितीयं किम्? द्वितीयं तु तद्देश तद्देशाकाश कन्दुकसंयोगनाशः तत्तु तत्समयः तद् संयोग आकाश कन्दुकसंयोगः नाशः अस्ति. हा समीचीनं. तद्देश नाम यत्र यत्र विभागः, विभागतः यत्र कन्दुकः अस्ति आकाशदेशे तस्मात् देशात् संयोगनाशः, विभागः जायते चेत् तस्य आकाशदेश देशस्य अपि च कन्दुकस्य संयोगनाशः जायते. तर्हि हा तर्हि ये केऽपि मङ्गलवासरवर्गात् आगतवन्तः, रामप्रिया भगिनी, पुष्पा भगिनी अपि च सुनीलमहोदय, तत्र चिन्ता मास्तु. अस्माभिः पठितमासीत् विभागः विभागेन संयोगनाशः भवति इति. एका प्रक्रिया अस्ति, क्रिया भवति, क्रियातः विभागः, विभागतः संयोगनाशः. भवन्तः अपि पठन्ति शीघ्रमेव. तर्हि केवलं पृष्ठभूमिकारूपेण वदामि. तत्र शततमपुटं पश्यन्तु. शततमपुटं पश्यन्ति वा? अस्तु, तत्र प्रायः रामप्रिया एकनिमिष भगिनी, शततमपुटे एका प्रक्रिया अस्ति खलु भगिनी, रामप्रिया भगिनी किञ्चित् तस्य पठनं. आद्यक्षणः घटे क्रिया, द्वितीयक्षणः यस्मिन् आकाशदेशे घटः स्थितः ततः विभागः, तृतीयक्षणः तेन विभागेन आकाशदेशघटयोः संयोगस्य नाशः, चतुर्थक्षणः अन्येन आकाशदेशेन सह संयोगः, पञ्चमक्षणः क्रियानाशः. प्रथमक्षणम् आद्य प्रथमक्षणे घटे घटक्रिया घटस्य उत्पादनम् इति, घटस्य उत्पादन अपि न, घटस्य उत्पादनन्तरं या कापि क्रिया भवतु, घटं नोदयति अथवा तथा किमपि. द्वितीयक्षणे यस्मिन् आकाशदेशे घटः स्थितः ततः विभागः, यदा वयं घटं तद् स्थानात् अनन्तरस्थानम् आनयामः चेत् तद् आकाशदेशे तस्य विभागः भवति किल भगिनि. तृतीयक्षणे तेन विभागेन आकाशदेशघटयोः संयोगस्य नाशः, यदा विभागः भवति तस्य संयोगस्य आकाशदेशस्य घटयोः संयोगस्य नाशः भवति. आम्. चतुर्थक्षणे अन्येन आकाशदेशेन सह संयोगः, इदानीं घटः अन्यदेशे अस्ति चेत् तस्य आकाशदेशेन घटस्य संयोगः भवति. पञ्चमक्षणे क्रियानाशः, यदा किमपि क्रिया घटेन सह भवति तस्य नाशः भवति इति एका क्षणपञ्चकव्यापिनी प्रक्रिया अस्माभिः दृष्टा आसीत्, भवन्तः अपि शीघ्रमेव परिशीलयन्ति. संयोगः इति तु जानन्ति खलु, एकः गुणः, तद्वत् विभागः अपि एकः गुणः. विभागेन संयोगनाशः जायते, तर्हि विभागात् पूर्वं या क्रिया भवति तया क्रियया विभागः, विभागेन संयोगनाशः, संयोगनाशेन नूतनदेश देशेन आकाशदेशेन सह संयोगः, तर्हि अन्ततो गत्वा आद्यक्रियायाः नाशः इति प्रक्रिया. सा एव प्रक्रिया अधुना अत्रापि विवृता अस्ति. अस्तु, सुनीलमहोदय, बुद्धं वा किञ्चित्? अस्तु समीचीनं. तर्हि अस्तु, इदानीं पुष्पा भगिनी, प्रथमं तु आद्यपतनक्रियया आकाशदेशकन्दुकयोः विभागः, तदनन्तरं तद्देशात् कन्दुकसंयोगनाशः, तदाकाशदेशकन्दुकसंयोगनाशः इति. तृतीयं किमस्ति भगिनि? पुष्पा भगिनी अस्ति वा? देशान्तर अवच्छिन्न आकाश कन्दुक संयोग अन्तर अन्तर संयोगान्तर उत्पत्तिः. आकाश कन्दुक संयोग अन्तरः अस्ति. अत्र किञ्चित् विवरणम् अपेक्षितं. लक्ष्मी भगिनी सहायं करोति वा? आम् भगिनि. देशान्तर अवच्छिन्न आकाशकन्दुकसंयोग अन्तरोत्पत्तिः इत्युक्ते संयोगनाशः इदानीम् अभवत्, पतनक्रियायाः नाशमपि तत्क्षणपतनक्रियायाः नाशमपि अभवत्. एकनिमिष, क्रियायाः नाशः एतावत् पर्यन्तं न जातः. अस्तु, तद्देश आकाशकन्दुकसंयोगनाशः देशान्तर अवच्छिन्न आकाशकन्दुकसंयोग अन्तरो उत्पत्तिः. अन्यदेशेन अन्यदेशेन नूतनसंयोगस्य उत्पत्तिः. इदानीम् एवं करोतु, किञ्चित् तद् पदं देशान्तरावच्छिन्न आकाशकन्दुकसंयोगान्तरोत्पत्ति, तद् पदं किञ्चित् पृथक् पृथक् कृत्वा, पदविच्छेदं कृत्वा किञ्चित् वदतु. देशान्तर अवच्छिन्न इत्युक्ते नूतनदेश अवच्छिन्न अवच्छिन्न आकाशकन्दुकयोः संयोग. अस्तु अस्तु, अत्र नूतनदेश अवच्छिन्न कः अस्ति? नूतनदेश अवच्छिन्न इत्युक्ते यदि पूर्वं पूर्वं पूर्वं कथं वदामः, कोआर्डिनेट् एक्स् वै जि अस्ति चेत् अनन्तरक्षणे एक्स् वन् वै वन् जि वन् इति वदामः चेत् सत्यम् इति सत्यं. देशान्तरेण अवच्छिन्नः कः अस्ति अत्र? तर्हि देशान्तरं जातम् इति सत्यं, देशान्तरं जातम् इति सत्यं, यतोहि कन्दुकः एकस्मात् देशात् अपरं देशं कन्दुकेन प्राप्तं, कन्दुकम् इति कृत्वा किं तत्र? तर्हि देशान्तरेण अवच्छिन्नः कः अस्ति अत्र? देशान्तर अवच्छिन्नः अत्र संयोगनाश पूर्वस्मिन् विभागसंयोग अस्तु, तत्सर्वं सत्यं भगिनि. विभागः विभागेन तद्देश देशाकाशकन्दुकसंयोगनाशः, पूर्वस्मिन् सोपाने अपि तद्देशाकाश इति देशः आकाशस्य अवच्छेदकः अस्ति खलु. तद्देश आकाश इत्युक्ते तस्य देशस्य आकाशः यः भवति. आकाशः अपि विभुद्रव्यं, तर्हि तस्य उपाधिः भवति देशः, प्रदेशः इत्युक्ते अमेरिकादेशे यः आकाशः सः भिन्नः, भारतदेशे यः आकाशः सः भिन्नः, आकाशस्य विभुत्वात् तादृश उपादयः कल्पनीयाः भवन्ति इति कृत्वा एकदेशे यः आकाशः आसीत् तस्मात् कन्दुकस्य विभागः अपि च तद्देशाकाशकन्दुकसंयोगनाशः. अधुना देशान्तरेण अवच्छिन्नः कः भवति तर्हि? देशान्तरम् इत्युक्ते भवत्या यदुक्तं तत् सत्यमेव, नूतनदेशः इति कोर्डिनेट्स् इति. तत्र किमपि धर्मं कल्पनीयं, किन्तु कीदृशधर्मम्? देशान्तरं जातं तर्हि प्रथमं देशा, यथा मया उक्तं देशेन आकाशः अवच्छिन्नः अस्ति खलु. अधुना एकः देशः भवत्या यदुक्तं 00 इति कोर्डिनेट्स् अस्ति, तत्तु एकं देशं. देशान्तरे जाते 11 इति कोर्डिनेट्स् जातं. पुनः सः नूतनदेशः कस्य अवच्छेदकः भवति? आकाशस्य एव किम्? आकाशस्य खलु, आकाशस्य इत्युक्ते आकाशस्य यद् अहं पूर्वम् उक्तवती, किन्तु तदेव किल आकाशस्य अवच्छिन्न इत्युक्ते तत्र किमपि धर्मशब्दः योजनीयं किल? हा, अवच्छिन्न इत्यस्य कृते धर्मशब्दः सर्वदा न अपेक्षितम्. अस्तु अस्तु, यत्किमपि भवतु, संयोगसम्बन्धावच्छिन्नकारणता, समवायसम्बन्धावच्छिन्नकारणता इति अपि वक्तुं शक्यते. अस्तु, अहम् अस्तु इदानीं जानामि भवती प्रायः परत्वत्वावच्छिन्न इति दृष्ट्वा तथा चिन्तयति खलु. हा हा, तर्हि अवच्छिन्न इति किं, तत्र सामान्यविचारः अस्ति, एकः अवच्छेदकः अपरः अवच्छिन्नः इति. इत्युक्ते एकः पृथक् करोति अपरम् इति, तादृशः अवच्छेदकः इति. अत्र तु देशः एव अवच्छेदकः, आकाशस्य उपाधिः भवति देशः. अस्तु, तर्हि अधुना देशान्तरेण अवच्छिन्नः कः अस्ति अत्र? आकाशः. आकाशः अनन्तरं कन्दुकः, इदानीं अस्मिन् आकाशे कन्दुकेन सह संयोगः उत्पत्तिः, संयोग उत्पत्तिः, नूतनसंयोग उत्पत्तिः जातः. समीचीनमस्ति, तर्हि देशान्तरेण नूतन आकाशदेशः प्राप्तः. तस्मिन् आकाशदेशे अथवा तेन नूतन आकाशदेशेन सह कन्दुकस्य संयोग उत्पत्तिः, अतः संयोगान्तरोत्पत्तिः इत्युच्यते. संयोगान्तरम् इत्युक्ते संयोगभिन्नत्वम् इति. पूर्वं यः संयोगः आसीत् सः संयोगः न, नूतनः संयोगः इति सूचयति संयोगान्तरम् इति. इति बुद्धं? समीचीनं वा? अस्तु अस्तु भगिनि, तर्हि अग्रे अपि भवती एव. अस्तु, चतुर्थसोपानमस्ति पतननाशः. इदानीं आद्यपतनक्रियायाः नाशः भवति. पञ्चमसोपानमस्ति नूतनपतनान्तरो उत्पत्तिः, नूतनपतनस्य उत्पत्तिः भवति. नूतनपतनः इत्युक्ते नूतनदेश पुनः विभागः पुनः संयोगनाशः, तदनन्तरं नूतनदेशेन संयोग नूतनसंयोग उत्पत्ति इति. समीचीनं, हा, सा एव प्रक्रिया. अतः एव तत्र भेदः अस्ति. आद्यपतनक्रिया भिन्ना, अपि च पञ्चमसोपाने पतनान्तरम् इति जातं खलु, सा पतनक्रिया भिन्ना अस्ति इति दर्शितमस्ति अत्र. इति बुद्धम्? अस्तु अग्रे इत्यादिक्रमेण पतनपरम्परा कन्दुके भवति पञ्चतोपानिपतनक्रिया कन्दुके कन्दुके भवति अनन्तरं परन्तु द्वितीयादिपतनं न गुरुत्वेन उत्पद्यते द्वितीयक्षणात् द्वितीयदेशात् यत् पतनं जायते तद् गुरुत्वेन इति लेख इति ग्रन्थकारः वदति तत् द्रष्टव्यं किमर्थमिति अग्रे उत्तरमपि दीयते अग्रे ओ अस्तु तत्र वेगाख्यः संस्कारविशेषः कारणं भवति वेगाख्यः इत्युक्ते वेगः नाम्ना संस्कारः आख्यः इत्युक्ते नाम इति वेगनामकः संस्कारः वेगनामकः संस्कारः कारणं भवति अस्तु भगिनि किन्तु अहं सम्यक् न अवगतवती इत्युक्ते तत्र मम वैशेषिकज्ञानम् एव अत्र आगच्छति ऐ मीन् मोडर्न् वैशेषिकज्ञानमेव अत्र आगच्छति अस्ति अतः किमर्थं गुरुत्वेन न किमर्थं वेगाख्यः संस्कारविषयः इति अहं तदेव हा हा तर्हि नैयायिकैः तथा उच्यते आद्यपतनं प्रथमं यत् पतनं जायते तस्य कारणं गुरुत्वं असमवायिकारणं परन्तु एतानि पञ्चसोपानानि समाप्य द्वितीयपतनं यदा आरभ्यते द्वितीयादिपतनं तस्य द्वितीयपतनस्य असमवायिकारणं भवति वेगाख्यः संस्कारः संस्कारः इत्यपि द्रव्ये भवति खलु तत्र हा संस्कारः संस्कारविशेषः इति उक्तं यतोहि तत्र संस्कारः त्रिविधः इति कस्मिंश्चित् करपत्रे अस्ति वेगः स्थितिस्थापकः भावना इति संस्कारत्रयं तर्हि वेगनामकः संस्कारः क्रियासम्बद्धसंस्कारः अस्तु तर्हि द्वितीयादिपतनक्रिया वेगाख्यसंस्कारेण जायते न तु गुरुत्वेन अतः एव गुरुत्वम् इति केवलम् आद्यपतनक्रियायाः असमवायिकारणं न तु द्वितीयादि अत्र असमवायिकारणम् इति किन्तु वेगस्य अपि असमवायिकारणं गुरुत्वम् एव किल वेगस्य किम् इति न चर्चितम् अस्तु वेगस्य असमवायिकारणम् इति भवती चिन्तयति तत्र वेगः इति केन जायते इति खलु वेगः गुरुत्वेन एव जायते न न न अस्तु गुरुत्वेन आद्यपतनक्रिया जायते आद्यपतनक्रियया एतत् सर्वं जायते अस्तु विभागः संयोगनाशः देशान्तरसंयोगः सा क्रिया नश्यति परन्तु नूतनपतनक्रिया उत्पत्तिः भवति पञ्चमसोपाने तस्य असमवायिकारणं वेगः इति अस्ति अत्र किन्तु भवत्याः एतादृशमस्ति इति इदानीं स्वीकरणीयं हा इति स्वीकुर्मः परन्तु भवत्याः प्रश्नः अस्ति वेगः कुतः आगतः वेगस्य कारणं किम् इति खलु आम् वेगं वेगं तु गुरुत्वेन एव आगच्छति इत्युक्ते तत्र सत्यं सत्यं फिसिक्स् सत्यं हा फिसिक्स् रीत्या चिन्तयामश्चेत् वेगः तथैव आगच्छति इति सर्वं सत्यं हा नैयायिकानां पद्धत्या एवमस्ति प्रथम आद्यपतनक्रियायाः गुरुत्वं तदनन्तरं वेगाख्यः तत् क्रिया नश्यति तदनन्तरं वेगाख्यसंस्कारेण द्वितीयादिपतनक्रिया इति ते वदन्ति भवत्या यदुक्तं तदपि सत्यं वेलासिटि कुतः आगच्छति इति खलु तस्य विषये चिन्तनीयमेव अस्तु इति अस्ति वार्ता तर्हि वेगः इति कश्चन गुणः वर्तते सः असमवायिकारणत्वेन कार्यं करोति द्वितीयादिपतनक्रियां प्रति असमवायिकारणं भवति अत्र इतोपि एकः विषयः उक्तः तर्हि द्वितीयक्रियां प्रति प्रथमक्रिया प्रतिबन्धिका भवति इति प्रतिबन्धिका इत्युक्ते यावत्पर्यन्तं प्रथमक्रिया भवति तावत्पर्यन्तं द्वितीयक्रिया न आरभ्यते इति प्रथमक्रियायाः नाशेन एव द्वितीयक्रिया जायते इति कृत्वा प्रतिबन्धिकाभावः अथवा प्रतिबन्धिकायाः नाशः अपि द्वितीयादिपतनक्रियायाः एकं कारणम् इति स्वीक्रियते एतैः. अस्तु, यदि नूतन फिजिक्स् रीत्यापि स्वीकर्तुं शक्यते वेगाख्यः इति, किमर्थं चेत् तत्र एव्री इन्स्टेण्ट् वेलोसिटी इस् हाफ़् जी टी स्क्वेर्. सो इतोपि एकवारं, नो, एट् एनी गिवन् इन्स्टेण्ट् द वेलोसिटी इस् गिवन् बै हाफ़् जी टी स्क्वेर्. सो जी तत्र acceleration into gravity. तत् एकः कान्स्टेण्ट् नम्बर् अस्ति, अतः स्वीकर्तुं शक्यते. प्रथम आद्यपतनक्रियासमये एव तत्र फोर्स् अस्ति विच् प्रपल्स् द बाडि डौन्वर्ड्स् इति कृत्वा वक्तुं शक्यते. चिन्तनीयं, हा हा, द्वितीयादिक्रियां प्रति तादृश एक्सिलरेशन् जि कान्स्टेण्ट् अस्ति खलु, सः प्रायः वेगाख्यः स्यात् इति. अस्तु, इति अस्ति. अस्तु, यत्किमपि भवतु, तत्र गुरुत्वं तु असमवायिकारणमाद्यपतनक्रियायाः, तदनन्तरं द्वितीयादिपतनक्रियायाः वेगाख्यः संस्कारः. अधुना अत्र प्रश्नः उदेति यद् प्रथमवारं यः विभागः जातः, प्रथमवारम् आकाशदेशात् यः विभागः जातः, सः विभागः द्वितीयक्षणे अपि अस्ति न वा, द्वितीयादिपतनक्रियायाः जननसमये अस्ति न वा, किं चिन्ता अस्ति खलु? आम् अस्ति. पञ्चक्रिया पञ्चप्रक्रिया पञ्चसोपानप्रक्रिया रीत्या तत् अस्ति. प्रत्येकक्षणं विभागः अस्ति, पुनः संयोगनाशः, अनन्तरं नूतनसंयोगोत्पत्तिः, क्रियानाशः इति प्रक्रियायाम् एव अस्ति. हा, इति अन्यत् किमपि चिन्तनं कस्यचित्? अस्मिन् सोपाने सोपानानि, पञ्चसोपानानि सन्ति, तत्र प्रथमतया यः विभागः जातः एकस्मात् आकाशदेशात्, सः विभागः अधुनापि अस्ति वा पञ्चसोपानस्य समापनानन्तरम् इति प्रश्नः. महोदयेन उक्तं चिरं नास्ति इति. सत्यं, तूष्णीमेव प्रयत्नं कृतवती. सोपानानि, अस्तु सरला भगिनी वदतु, यदि दशसोपानानि सन्ति, कन्दुक दशसोपानम् उपरि अधो अस्ति प्रथमसोपानं, कन्दुक यदि पतनेन अधो आगच्छति दश नव अष्टे सोपानानि, तस्य विभागः भवति, संयोगः भवति, विभागः भवति, संयोगः, एता क्रिया भवति. हा हा, इति अपि एकं चिन्तनम् आसीत्, विभागः तु जायते एव खलु क्रमेण, द्वितीयादिपतनक्रियानन्तरं पुनः एकः विभागः, तदनन्तरं तृतीयपतनक्रियानन्तरम् एकः विभागः, तथा जायन्ते एव विभागाः इति खलु. तर्हि प्रश्नः अस्ति, हा, सर्वे विभागाः स्थातुं शक्नुवन्ति वा अन्ततो अन्तपर्यन्तम् अधोदेशसंयोगपर्यन्तम् इति. तत्र चिन्तनानि समीचीनानि एव, परन्तु अत्र उच्यते यत् यथा जयन्ती भगिनी उक्तवती, विभागः चिरं न तिष्ठति इति, न्यायशास्त्रे तादृशव्यवहारः नास्ति, यतोहि तादृशप्रतीतिः अपि नास्ति. नाम एकवारं यस्मिन् क्षणे फलं विभक्तं भवति वृक्षात्, तस्मिन् एव क्षणे वयं वदामः वृक्षफलयोः विभागः इति. हा, फलं पतति, फलस्य पतनानन्तरं पञ्चदिनानि यावत् स्थित्वा तदनन्तरम् आगत्य वदामः वा फलवृक्षयोः विभागः इति? वक्तुं तु शक्नोति, किन्तु तादृशप्रक्रिया न दृष्टा. एकवारं फलं पतति चेत् तदा फलवृक्षयोः विभागः इति उच्यते, न्याये तादृशव्यवहारः नास्ति. तर्हि विभागः अपि क्षणिकः, तस्मिन् क्षणे अथवा कतिपयेषु क्षणेषु एव वर्तते, इति कृत्वा प्रथमः विभागः यः जातः सः अन्तपर्यन्तं न तिष्ठति इति कृत्वा सः विभागः प्रायः द्वितीयादिपतनक्रियां प्रति कारणत्वेन न स्वीक्रियते अथवा न अङ्गीक्रियते. यस्मिन् क्षणे विभागः जातः तस्मिन् क्षणे एव तस्य विभागस्य ज्ञानस्य मूल्यमस्ति. फलवृक्षयोः विभागः इति प्रतीतिः जायते. तदनन्तरक्षणेषु सः एव विभागः न मन्यते इति एका वार्ता. अपि च यथा पुष्पा भगिनी पृष्टवती आरम्भे एव, एषः गुणः गुरुत्वम् इति. गुरुत्वं तु सर्वदा भवति खलु फले. हा, यदा फलं वृक्षे भवति तदापि गुरुत्वम् अस्ति. तर्हि किमर्थं तदा एव आद्यपतनक्रिया न आरभ्यते इति? अजितमहोदय, हा सम्यक् भगिनी. इति एकं चिन्तनमस्ति, फलं पक्वं न जातम् इति. अन्यत् किमपि चिन्तनं कस्यचित्? भवती उक्तवती प्रथमं शिलाखण्डेन कोऽपि शिलाखण्डं पतति वा वायुवेगेन अस्ति. निमित्तं कारणानि सन्ति. हा, समीचीनम्. इत्येव विचारः अस्ति. गुरुत्वं सर्वदा भवति एव, किन्तु गुरुत्वम् एव अस्ति इति कारणतः फलस्य पतनं न भवति. कारणसामग्र्यः भवेयुः. कारणसामग्री सर्वं भवति चेत्, इत्युक्ते यः कोऽपि शिलाखण्डं क्षिपति अथवा यथा पुष्पा भगिनी उक्तवती फलं पक्वं जातम् अथवा पक्वं जातम् इत्युक्ते वार्धक्यं जातं, संयोगः शिथिलः जातः वृक्षफलयोः, तादृशं कारणसामग्र्यः भवन्ति चेत् तदा गुरुत्वम् अपि असमवायीकारणरूपेण कार्यं करोति, आद्यपतनक्रियां जनयति इति अस्ति. अत्र किमपि चिन्तनमस्ति कस्यचित्? अस्तु, नास्ति चेत् अग्रे सरेम. अग्रे वर्धिनी भगिनी पठति वा? एकनिमिषं संशयः अस्ति. वेगः इति क्रिया वा भगिनी? क्रिया एकविधा क्रिया वा? हा, इति एव अस्ति. अग्रिमसप्ताहे प्रायः तस्य विषये इतोपि चर्चा भवति. अस्तु अस्तु. परन्तु किं? परन्तु क्रियायाः याः प्रकाराः सन्ति, उत्क्षेपणम् अपक्षेपणं, तस्मिन् तु नास्ति वेगः इति. तर्हि ताः पञ्चक्रियाः केवलं प्रतिनिधिरूपेण एव. अस्तु, सूर्यस्य भ्रमणक्रिया अपि तस्मिन् न अन्तर्भूताः खलु तस्यां श्रेण्यां? परन्तु गमनम् इति अस्ति प्रायः तस्मिन् अन्तर्भूतः इति न जानामि. तर्हि इदानीं यत् वयं चिन्तितवन्तः श्वसनं, तादृशमपि अन्तर्भूतं नास्ति. हा, इति मम मनसि अपि प्रश्नः आसीत्, किन्तु तदा उक्तमासीत् महोदयेन यत् प्रतिनिधिरूपेण पञ्चक्रियाः सन्ति इति. प्रायः तत्र उत्क्षेपणादि इति उक्तं, तर्हि अन्याः अपि क्रियाः भवेयुः इति. अस्तु, अग्रे वर्धिनी भगिनि. एवं च आदिमं पतनं गुरुत्वजन्यमिति ज्ञापनाय ग्रन्थकृत आद्यपतनमिति उक्तम्. इदं पतनं गुरुत्व अधिकरणे समवायेन अस्ति इति. कार्यता अवच्छेदकसम्बन्धः समवायः. इत्थमेव कारणता अवच्छेदकसम्बन्ध अंशे अपि चिन्त्यम्. अतः समवायसम्बन्ध अवच्छन्न आद्यपतननिष्ठ कार्यता निरूपित समवायसम्बन्ध अवच्छन्न कारणता गुरुत्वे भवति. तादृशकारणता आश्रयत्वं गुरुत्वस्य लक्षणम्. अत्र पुनः इत्यस्मात् पूर्वं षडशीतितमपुटं पश्यन्तु कृपया सर्वे. अत्र लक्षणवाक्यं दत्तमस्ति, अत्र लक्ष्मी भगिनी पश्यतु अत्र समवायसम्बन्धावच्छिन्न इति अस्ति खलु तर्हि षडशीतितमपुटम् 86 तत्र किञ्चित् पुनस्मरणत्वेन पठेम अजितमहोदय पठति वा आं भगिनि कुत्र षडशीतितमपुटं 86 गुणेपि जायमानः न तथा हि इत्यस्मात् आरभ्य अस्तु गुणेपि जायमानः गुणप्रत्ययः समर्थनीयः तथा हि अस्ति समवायिकारणम् असमवायिकारणं निमित्तकारणमिति कश्चित् कारणविभागः वक्ष्यमाणः उत्पद्यमानं कार्यं यत्र समवायसम्बन्धेन उत्पद्यते तत् समवायिकारणं यथा घटः कपाले समवायेन उत्पद्यते अवयवावयविनोः समवायात् रूपं घटे समवायेन उत्पद्यते गुणगुणिनोः समवायात् क्रिया कन्दुके समवायेन उत्पद्यते क्रियाक्रियावतोः समवायात् एवमितरेषां जन्यद्रव्यगुणकर्मणां बोध्यम् अत्र सारांशत्वेन समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति कारणविभागः सन्ति तत्र समवायिकारणं किम् इति तत्र वदति उत्पद्यमानं कार्यं यत्र समवायसम्बन्धेन उत्पद्यते तत् समवायिकारणम् उदाहरणार्थं घटः कपाले समवायेन उत्पद्यते रूपं घटे समवायेन उत्पद्यते क्रिया कन्दुके समवायेन उत्पद्यते किन्तु तत्र कारणं किञ्चित् भिन्नं कपाल घटकपाले अवयवावयनोः समवायात् उत्पद्यते रूपं घटे गुणगुणिनोः समवायात् उत्पद्यते क्रियाकन्दुके क्रियावतोः समवायात् उत्पद्यते इति हा समीचीनमस्ति तर्हि समवायिकारणस्य चर्चा अत्र समवायिकारणम् इत्युक्ते किं सर्वेषु स्थलेषु समवायिकारणम् इत्युक्ते द्रव्यं खलु अतः एव उक्तम् एवम् इतरेषां जन्यद्रव्यगुणकर्मणां बोध्यम् इत्युक्ते यः कोऽपि गुणीः भवति अथवा कपालः इति यत्किमपि भवति क्रियावत् यत्किमपि भवति तद्द्रव्यं तस्मिन् समवायेन एतानि कार्याणि जायन्ते यथा घटः अथवा घटरूपम् इति गुणः अथवा क्रिया एतानि कार्याणि तत्र द्रव्ये समवायेन जायते इति कृत्वा द्रव्यं समवायिकारणम् अस्तु महोदय अग्रे च तथा च घटस्य रूपस्य क्रियायाश्च समवायेन उत्पत्तिः कपालरूपे द्रव्ये घटरूपद्रव्ये कन्दुकरूपद्रव्ये एव च भवतीति सर्वस्यापि कार्यस्य समवायसम्बन्धेन उत्पत्तिः द्रव्ये एव भवति इति आगतम् यथा यद् भगिनी पूर्वम् उक्तवती तथा इत्युक्ते समवायिकारणं द्रव्ये एव उत्पत्तिः हा इत्युक्ते समवायेन उत्पत्तिः भवति सर्वत्र सर्वत्र समवायेन उत्पत्तिः भवति यथा घटस्य रूपस्य क्रियायाश्च उदाहरणार्थं कपालरूपे द्रव्ये इति कृत्वा सर्वत्र समवायिकारणं किम् अस्ति द्रव्यमस्ति इति बोध्यं, द्रव्यमेव समवायीकरणमस्ति। अस्तु, तर्हि चित्रे पश्यतु महोदय, कपालः इति किम् अस्ति? कपालः तत्र घटा, घटस्य आश्रयसमवायि, कपालः समवायिकारणमस्ति खलु? कपालः समवायिकारणं, कपाले किमस्ति, कारणता अस्ति वा अथवा कार्यता? कपाले कारणता अस्ति। घटे? घटे कार्यता अस्ति। अपि च कार्याधिकरणम् इति किम् अस्ति? कार्याधिकरणं, कार्याधिकरणं घटे एव। कार्याधिकरणम् इत्युक्ते यत्र कार्यं जायते, कार्याधिकरणं तद् कपाले विद्यमान एकनिमिष, कार्याधिकरणम् इत्युक्ते यथा फलम् आसीत्, फले गुरुत्वम्, अपि च फले किं पतनक्रिया, तर्हि फलं कार्याधिकरणं खलु, कार्यं च कारणम्, उभयोः यत्र आश्रयः भवति तद्, अत्र तु कपालः कार्याधि। पुनः कपालः चित्रानुगुणं, कपालः स्वस्मिन् तादात्म्येन वर्तते, अपि च घटः कपाले समवायेन वर्तते इति प्रदर्शितम्। उपरितनचित्रं, द्वितीयचित्रे घटः इति कार्याधिकरणं, घटे घटरूपम् इति कार्यं जायते। अस्तु, घटः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति कारणं भूत्वा, घटरूपं समवायसम्बन्धेन घटे अस्ति कार्यं भूत्वा इति बुद्धम्? अस्तु, इतः अग्रे पठेम तर्हि। सुनीलमहोदय पठति वा? आम्, तत्र कार्यकारणभावविचारे कार्यकारणयोः समानाधिकरणं समानाधिकरण्यम् आवश्यकम् इति प्रागेण निरूपितं। तादृशसमानाधिकरण्यवर्णनाय तादात्म्यरूपः सम्बन्धोऽपि साधितः, तथा च कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटमुत्पादयति, घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन रूपम् उत्पादयति। तथैव कन्दुकमपि यां क्रियां जनयति। इदं च कपालघटादि यत् स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति, तत् समवायिकारणमिति उच्यते। अत्र समवायिकारणं किम् इति अस्ति, अत्र कार्यकारणविचारे अत्र कार्यकारणयोः मध्ये समानाधिकरणं करणे आवश्यकमिति वयं दृष्टवन्तः इति। अत्र समानाधिकरण वर्णयितुं तत्र तादात्म्यरूपसम्बन्धः अपि वयं स्वीकृतवन्तः। अतः अत्र किम् अस्ति इत्युक्ते कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन घटम् उत्पादयति इति एकम् उदाहरणमस्ति। घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन रूपं घटरूपम् उत्पादयति इति अन्य उदाहरणमपि अस्ति। तादृशरीत्या कन्दुकम् अपि तत्र क्रियां जनयति इति। अतः अत्र स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन यः कार्यं जनयति तत् समवायिकारणमिति अस्ति। समीचीनम्, इति समवायिकारणस्य लक्षणं, तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायेन कार्यं जनयति। अस्तु, तर्हि इदानीं जानीमः यत् कारणं तादात्म्येन तिष्ठति कार्याधिकरणे, कार्यं समवायेन तिष्ठति कार्याधिकरणे। तर्हि कारणे कारणता, अपि च कार्ये कार्यता। तर्हि अग्रे गत्वा बह्व्यः कार्यताः भवन्ति, बह्व्यः कारणताः भवन्ति, यतोहि अधुना तु केवलं समवायिकारणस्य चर्चा अभवत् खलु। असमवायीकारणस्थले उभयोः अपि कार्यस्य अपि च कारणस्य समवायसम्बन्धेन एव विद्यमानत्वं किल, गुरुत्वं पतनक्रिया. तर्हि कारणमपि समवायेन भवति, कार्यमपि समवायेन भवति इति कृत्वा कार्यता अपि च कारणता कीदृशी भवेत् इति प्रश्नः आगच्छति. तदर्थम् अवच्छेदकसम्बन्धाः आवश्यकाः भवन्ति इति अग्रे पठेम. अग्रिमपरिच्छेदमपि पठतु महोदय, सुनीलमहोदय. अत्र येन सम्बन्धेन अधिकरणे कार्यम् उत्पद्यते सः कार्यता अवच्छेदकसम्बन्धः भवति. येन सम्बन्धेन च कारणं कार्याधिकरणे भवति सः कारणता अवच्छेदकसम्बन्धः. स च सम्बन्धः इतरकार्यताभ्यः प्रकृतकार्यता भिन्ना, इतरकारणताभ्यश्च प्रकृतकारणता भिन्ना इति बोधयति. तथाविधः प्रकृते समवायसम्बन्धः कार्यतावच्छेदकः, तादात्म्यसम्बन्धश्च कारणता अवच्छेदकः. एवञ्च समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणताश्रयत्वं समवायिकारणश्च कारणस्य लक्षणं पर्यवसितम्. इदानीं समवायिकारणस्य लक्षणं किम् इति अस्ति अत्र. अत्रापि सम्बन्धेन येन सम्बन्धेन अधिकरणे स्थित्वा कार्यं भवति इति तत्र कार्यता अवच्छेदकसम्बन्धः इति अस्ति. येन सम्बन्धेन कारणं कार्याधिकरणे अस्ति चेत् अत्र कारणता अवच्छेदकसम्बन्धः इति अपि अस्ति. अत्र तु प्राकृतरीत्या कार्यता भिन्ना, अत्र कारणता आश्रयत्वमपि भिन्ना इति अस्ति. अतः समवायसम्बन्धः कार्यता अवच्छेदकः, तादात्म्यसम्बन्धः कारणता अवच्छेदकः इति प्रत्येकम् अस्ति. अतः लक्षणवाक्यमपि अस्ति समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणताश्रयत्वं समवायिकारणस्य लक्षणमिति अस्ति. हा, समीचीनमस्ति. तर्हि समवायिकारणस्थले एतादृशलक्षणवाक्यं भवति, यतोहि कार्यता या भवति घटे वा घटरूपे सा कार्यता समवायसम्बन्धावच्छिन्ना भवति, यतोहि कार्यं तु समवायेन जायते. पुनः कारणं तादात्म्यसम्बन्धेन तिष्ठति कार्याधिकरणे इति कृत्वा कारणता अवच्छेदकसम्बन्धः भवति तादात्म्यसम्बन्धः. तर्हि तादात्म्यसम्बन्धावच्छिन्न कारणताश्रयत्वम् इति भवति समवायिकारणे, तदेव समवायिकारणस्य लक्षणम् इति आगतमस्ति. लक्ष्मी भगिनी अस्ति वा? अस्तु, अग्रे वर्धिनी भगिनी. तर्हि वर्धिनी भगिनी अस्ति किम्? भगिनी अत्र वदतु. जयन्ति भगिनी, सम्बन्धः इतरकार्यताभ्यः प्रकृतकार्यता भिन्ना इति अस्ति. अत्र यदि घटरूपम् अपि च घटम् इति स्वीकुर्मः द्विविध कार्ये, तत्र द्वौ अपि समवायसम्बन्धेन एव अवच्छिन्नाः भवन्ति. अत्र स्पष्टीकर्तव्यमासीत् यत् समीचीनः एव, इतरकार्यताभ्यः भिन्नः इत्युक्ते असमवायिकारणस्थले या कार्यता भवति सा भिन्ना भवति खलु, यतोहि असमवायिकारणे या कार्यता भवति सा समवायसम्बन्धावच्छिन्ना कार्यता इति सत्यम्. परन्तु असमवायिकारणस्थले कारणता अपि समवायसम्बन्धावच्छिन्ना भवति. कारणता विषये तु भिन्न इति सत्यं. परन्तु कारणता कार्यता अनयोः मध्ये निरूपकनिरूप्यभावः भवति. तर्हि सा कार्यता या असमवायिकारणस्थले अस्ति सा कार्यता समवायसम्बन्धावच्छिन्नकारणता निरूपिता भवति इति विशेषः. तदर्थं सम्बन्धः स्वीकृतः अस्ति. अस्मिन् तु सर्वं समवायिकारणस्य उदाहरणं, परन्तु अस्माकं प्रकृतविषये असमवायिकारणस्य तत् पश्येम. अस्तु, वर्धिनी भगिनी पुनः पठति वा? एवञ्च आदिमं पतनं गुरुत्वजन्यमिति ज्ञापनाय ग्रन्थकृत आद्यपतनमिति उक्तम्. इदं पतनं गुरुत्वाधिकरणे समवायेन अस्ति इति काल्यतः अवच्छेदकसम्बन्धः. अस्तु भगिनि, एतावत् हा एतावत् पर्यन्तम्. आदिमं पतनं गुरुत्वजन्यम् इति ग्रन्थकृत आद्यपतनमिति उक्तम्. ग्रन्थकारः वदति आद्यपतनमिति आदिमपतनं गुरुत्वजन्यम् जन्यम् इत्युक्ते कार्यम् गुरुत्वेन जन्यं गुरुत्वजन्यं. किमस्ति गुरुत्वजन्यम्? आद्यपतनं. हा समीचीनम्, आद्यपतनम् इति ग्रन्थकारः वदति. अस्तु अग्रे. इदं पतनं गुरुत्व अधिकरणे समवायेन अस्ति इति काल्यता अवच्छेदकसम्बन्धः समवायः. इत्थमेव कारण एकनिमिषः गुरुत्वस्य अधिकरणं किं? गुरुत्वस्य अधिकरणं पतनं. न गुरुत्वस्य अधिकरणम् एव कार्याधिकरणं. फलं गुरुत्वं फले अस्ति इति कृत्वा गुरुत्वस्य अधिकरणमस्ति फलं. तस्मिन् फले पतनं केन सम्बन्धेन? समवायसम्बन्धेन. हा समीचीनं, तस्मिन्नेव फले पतनमपि समवायसम्बन्धेन अस्ति इति कृत्वा कार्यता अवच्छेदकसम्बन्धः कः? कार्यता अवच्छेदकसम्बन्धः समवायः. हा कार्यता अवच्छेदकसम्बन्धः समवायः, यतोहि कार्यं तु पतनक्रिया. पतनक्रिया गुरुत्वाधिकरणे नाम फले अथवा कार्याधिकरणे समवायसम्बन्धेन अस्ति इति कृत्वा कार्यता अवच्छेदकसम्बन्धः समवायः. अग्रे. इत्थमेव कारणता अवच्छेदकसम्बन्ध अंशः अपि चिन्त्यम्. अत्र कारणता अवच्छेदकसम्बन्धः कः? अस्मिन् प्रसङ्गे कारणं किं कार्यं किम्? अस्तु अहमेव. हा कार्यं पतनं, कारणं गुरुत्वं खलु. कारणं गुरुत्वं. हा गुरुत्वम् असमवायिकारणमस्ति. सत्यं, गुरुत्वं केन सम्बन्धेन अस्ति कार्याधिकरणे? गुरुत्वं समवायसम्बन्धेन अस्ति. गुरुत्वम् इति एकः गुणः, हा सः समवायसम्बन्धेन अस्ति. अतः अन्ततो गत्वा कारणमस्ति गुरुत्वं, गुरुत्वे कारणता अपि च गुरुत्वं समवायसम्बन्धेन कार्याधिकरणे इति सर्वं कृत्वा कारणता अवच्छेदकसम्बन्धः अपि समवायसम्बन्धः. अस्तु, कार्यता अवच्छेदकसम्बन्धः अपि समवायसम्बन्धः. अतः किं सिद्ध्यति अग्रे? अतः समवायसम्बन्ध अवच्छिन्न आद्यपतननिष्ठ कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता गुरुत्वे भवति. समवायसम्बन्ध अवच्छिन्न आद्यपतननिष्ठ कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता गुरुत्वे भवति. हा इति यथा सुनील् महोदयेन पठितम् अन्तिमवाक्यं, तत्र समवायीकारणस्थले समवायसम्बन्धावच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्धावच्छिन्न कारणताश्रयत्वं समवायीकारणं, तथा एव अस्ति, तत्र कोऽपि भेदः एव नास्ति, केवलं कारणता अवच्छेदकसम्बन्धः अत्र समवायसम्बन्धः तावदेव आगतं, समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठकार्यता, यतोहि आद्यपतनम् इति कार्यं तस्मिन् कार्यता, तद् कार्यं समवायसम्बन्धेन अस्ति कार्याधिकरणे इति कृत्वा समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठकार्यता, तन्निरूपितकारणता, सा कारणता पुनः कीदृशी, समवायसम्बन्धावच्छिन्ना एव, यतोहि कारणमिति गुरुत्वमपि समवायसम्बन्धेन कार्याधिकरणे अस्ति इति कृत्वा तादृशकारणता गुरुत्वे भवति, तादृशकारणताश्रयत्वं गुरुत्वस्य लक्षणम्. एकस्मिन् एव वाक्ये वदामश्चेत् समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठकार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणताश्रयत्वं गुरुत्वस्य लक्षणम् इति लक्षणम् इति लक्षणवाक्यम् अस्तु इति गुरुत्वस्य लक्षणमासीत्. अत्र कोऽपि प्रश्नः वा अथवा अन्यत् किमपि चिन्तनम्? अस्तु, गृहे पुनः पठन्तु, सुलभमेव अस्ति, इतोपि एकवारं पठनेन सर्वं स्पष्टं स्यात्. अस्तु, अत्र विरमामः तर्हि. शुभरात्रिः. धन्यवादः. धन्यवादः.